नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं। तत्र अस्माकं पाठः धातुपाठे हल्सन्धिः अभ्यासः इति पाठः 12A इति। तत्र वयं गतसप्ताहे अस्य आरम्भं कृतवन्तः, किञ्चित् पुनस्मरणं करोमि। तत्र यङ्लुगन्तदातवः स्वीकृत्य अभ्यासाः अस्मिन् पाठे सन्ति। तत्र यङ्लुगन्तदातुः तत्र द्वित्वं कथं भवति सर्वं तु अग्रे जानीमः। इदानीं यदा अस्माकं पार्श्वे धातुः अस्ति, अनन्तरं प्रत्ययाः सन्ति, अस्माकं सिद्धतिङ् प्रत्ययाः, तत्र रूपाणि कथम् आगच्छन्ति, तत्र हल्सन्धिकार्याणि कानि भवन्ति, अनन्तरं रूपं कथं निष्पन्नं भवति इत्येव पाठः अत्र। अत्र सोपानत्रयम् अस्ति इति दृष्टवन्तः। तत्तु अतिदेशः, अङ्गकार्यं, तृतीयसोपानम्, अन्तिमसोपानमेव सन्धिः इति। तत्र अतिदेशः इत्यत्र मार्गद्वयम् अस्ति, कित् ङित् प्रत्ययः परे अस्ति चेत् तत्र अनुबन्धः अतिदेशः इति। तत्र यदा अङ्गान्ते इक् अस्ति चेत् तत्र प्रत्ययः कित्वा ङित्वा अस्ति चेत् तत्र तु गुणनिषेधः भवति, सार्वधातुकमपि ङिति च इति सूत्रेण। अनन्तरम् अनजित् धातूनाम् उपधायां नकारलोपः भवति, कित् ङित् प्रत्यये परे अनिदितां हल उपधायां ङिति इति सूत्रेण उपधायां स्थितस्य नकारस्य लोपः भवति। अनन्तरं सम्प्रसारणी धातुः अस्ति वा इति चिन्तनीयं। तत्र सम्प्रसारणधातुः अस्ति चेत् तत्र सम्प्रसारणकार्यं तु भवति एव, अस्माकं परिचितसूत्रम् एव ग्रहीज्या इति सूत्रेण तत्र ङित् ङित् प्रत्यये ङिति प्रत्यये परे सम्प्रसारणधातोः सम्प्रसारणकार्यं भवति। अनन्तरं चतुर्थबिन्दुः आसीत्, यदा दीर्घऋकारान्तधातुः अस्ति, प्रत्ययः अजादिः चेत् किं भवति, तत्र ऋत इद्धातोः इत्यनेन तत्र ईर् ऊर् इति आदेशाः भवन्ति। प्रत्ययः अजादिः चेत् इर् उर् इति भवति, ऋथ इत् धातोः इत्यनेन ह्रस्व इकारादेशः भवति। अनन्तरं यदा प्रत्ययः हलादिः अस्ति चेत् हलि च इत्यनेन ईर् ऊर् इति आदेशः भवति। ऋत इत् धातोः तत्र यदा अन् आदेशः, अतः सदारपरः, हली च इति सूत्रं, रेपान्तवकारान्तानां धातूनाम् उपधास्थितस्य इकः दीर्घत्वं हली परे, ऋत इद् धातोः अजादिप्रत्यये परे हली च हलादि प्रत्यये परे कार्यं भवति। अनन्तरं तु वयं दृष्टवन्तः सिद्धतिङ् प्रत्ययाः, तत्र रूपद्वयं यदा ति इति इति अस्ति, तत्र साधारणतया तु अस्माकं तिप्तस्ति इत्येव भवति, परन्तु यङ्लुगन्तधातुः इति कृत्वा तत्र ति इति इति रूपद्वयम् अस्ति। अत्र वयं लोलुञ्च् इत्यस्य प्रथमपुरुष कृतवन्तः, मध्यमपुरुष आरभ्य कुर्मः। महोदय, भवान् आरम्भं करोति वा? अस्तु भगिनि, अभ्यासं न कृतवान्। लोलुञ्च्, लोलुञ्च् योग सि, लोलुञ्च् योग सि अस्ति, एतत् अनिदित् नास्ति, अतः लोलुञ्च् इति अहं चिन्तयामि। लोलुञ्च्, लोलुञ्च् योग सि सि इति कीदृशप्रत्ययः? किं भगिनि, सि इति कीदृशप्रत्ययः? हा, पित् अस्ति, पित् अस्ति। हा, अस्तु, एतत् पित् अस्ति, अतः लोलुञ्च् योग सि। इदानीं चकार अस्ति, चकारस्य केन सूत्रेण, एकवारं कुः चोः, चकारस्य चोः कुः इत्यनेन कुत्वं भवति लोलुङ्क् योग सि। इदानीं तत्र लोलुङ्क् योग सि आदेशपथे लोलुङ्क् षि इति भवति, लोलुङ्क्षि एव। अनन्तरं कार्यमस्ति किल? किं भगिनि, लोलुङ्क्षि अनन्तरं कार्यमस्ति? अस्ति किल, लोलुङ्क् योगः सि, लोलुङ्क् योगः षि, अनन्तरम् अस्माकम् आम् अनुस्वारादेशः, अनन्तरं लोलुङ्क् हा लोलुङ्क् अस्तु अस्तु अस्तु अनुस्वारस्य परसवर्णात् अनुस्वारः भवति नश्च पदान् नश्च पदञ्जलि खलु आम् नश्च पदञ्जलि इत्यनेन तत्र अनुस्वार अनुस्वारस्य परसवर्ण इत्यनेन लोलुङ्क्षि इति भवति षत्वम् अग्रे लोलुञ्च् हा अस्तु लोलुञ्च् योग ईसि हा लोलुङ्क् लोलुञ्च् योग ईसि ईसि इति अस्ति अत्र लोलुञ्च् तत्र इदानीं चकार अस्ति अग्रे इकार अस्ति अतः कुत्वं न भवति अतः लोलुञ्चीषि इत्येव भवति किमपि वर्णमेलनमेव खलु अस्तु आम् अग्रे लोलुञ्च् योग अतः एतत्तु अपित् अस्ति लोलुञ्च् योगतः लोलुञ्च् योग चकार तकार अस्ति अस्तु चकार तकार अस्ति चेत् तदेव खलु जलिपर्यत् ककार लोलुङ्क् योगतः लोलुङ्क् योगतः इदानीं ककार अस्ति ककार तकार अस्ति एकनिमिष लोलुङ्क् लोलुङ्क् योगतः लोलुङ्क् ककार तकार केन रूपेण इदानीं एकनिमिषं तद् नास्ति एकवारं लोलुङ्क् लोलुङ्क् योगतः लोलुङ्क्थ तकार जसस् जस् भवति वा तथा दोदः इति भवति वा जशन्त नास्ति जश् नास्ति जशन्तः नास्ति किल जशन्तः नास्ति तत्र प्रथमं तदेव मम प्रश्नः आसीत् अनिदितं नास्ति खलु कीदृशद कीदृशप्रत्ययः एकवारं इदित् इदित् क्षम्यताम् इदित् नास्ति अतः इदित् नास्ति अतः न लोप नकारः लोपः भवति क्षम्यताम् आम् भवति इदित् नास्ति खलु अतः नकारस्य लोपः लोलुङ्क् लोलुङ्क् लोलुङ्क्थ इति अस्ति इदानीं किमपि लोलुङ्क्थ कः कार्यं किं कार्यं ककारः अस्ति कर्वर्णः परे अस्ति चेत् कर्वर्णः अस्ति चेत् एकवारं करीच इत्यनेन किं भवति लोलुङ्क् तदेव किमपि न भवति परन्तु किमपि नास्ति खलु लोलुङ्क्थ इति लोलुङ्क्थ परिवर्तनं नास्ति प्रसक्तिः अस्ति लोलुक्तः तस्य अदे अग्रे अपि लोलुक्त एव भवति लोलुक्त एव किमपि नास्ति आं सम्यक् लोलुक्त इति आम् अत्र नकारलोपः न भवति भगिनि लोलुञ्च् भवति भवति अवश्यं भवति अनिदितां हल उपदायाम् इति किल अप्यत् इति ङित्वत् अस्ति अतः अवश्यं भवति धन्यवादः लोलुक्तः लोलुक्त उत्तमपुरुषे महोदय हा लोलुञ्च् योग मि इति अस्ति तत्रापि लोलुञ्च् मि अस्ति अस्तु लोलुञ्च् मि इति पित् अस्ति किमपि कार्यं न भवति अतः लोलुञ्च् चकारस्य एकवारं चोः कुः इति न भवति लोलुञ्च् लोलुञ्च् मि अत्र लोलुञ्च् मि एव नश्चापदान्तस्य जलि भवति वा तत्र अस्ति खलु इदानीमेव अस्ति अहं लोलुञ्च्मि इति एकवारं कुत्र अस्ति लोलुञ्च् नश्चपदञ्जलि अस्ति खलु तत् नश्चपदञ्जलि इदानीं कृतमस्ति इति न तद् तु धातोः ण्यकारः चकारः तत् समीचीनं परन्तु जल् अस्ति वा महोदय अत्र चकारः जल् अस्ति वा मकारः जलि अस्ति वा मकार नास्ति खलु तत्र नास्ति खलु अतः न भवति न भवति अपि तदेव न भवति लोलुञ्च्मि एव अस्ति अग्रे समीचीनं लोलुञ्चीमि इति एव तत्र वर्णमेलनमेव किमपि नास्ति सम्यक् लोलुञ्च्मि अस्तु लोलुञ्च् योगवः तत्र आनदितं हल नकारस्य लोपः भवति लोलुच् वः लोलुच् वः एव तत्र चोहकुः इत्यस्य प्रसक्तिः नास्ति झल् नास्ति तर्हि तथैव लोलुच् वः लोलुच् किं लोलुच् लोलुच् वः इति लोलुच् मः अतः चकारान्तधातुः अस्ति उपधायां ण्यकारः अस्ति तत्र केवलं यत्र यत्र ण्यकारः अस्ति अनिदितां हल उपादायाम् इत्यनेन मूले नकारः आसीत् इति कृत्वा तस्य लोपः अन्यत्र सर्वत्र चोहोकुः इत्यस्यैव प्रसक्तिः अन्यत् किमपि विशेषसूत्राणि अत्र न आगच्छन्ति पेटर्न् एकम् अस्ति किल अत्र जल् वर्णः परे अस्ति चेत् नश्चापदान्तस्य जलि इत्यस्य प्रसक्तिः अथवा किमपि न एतदेव आगच्छति लटि लोटि लङ्गि विधिलिङ्गि सर्वत्र तादृशमेव किमपि नूतन विशेषसूत्राणि इति किमपि नास्ति पश्यामः धन्यवादः महोदय अरुणा भगिनी लोटि वदति वा आं भगिनि प्रत्ययः तु इतु ताम् अतुः हि तात् इतु अस्ति भगिनि त्रीणि तदेव लो या तु हि तात् तं आनि आवाम प्रथमपुरुष एकवचनं लोलुञ्च् योगः तु हलादिपित् अस्ति ततः चकारस्थाने ककार आगच्छ चोहोकुः इति सूत्रेण लोलुप् तु तदनन्तरं ककार अस्ति चेत् जल् वर्णः अस्ति ततः देश वट् यु काल् दट् नश्च पदान्तस्य तदनन्तरं अनुस्वरस्य ई परिसरस्य लोलुञ्च् तु लोलुञ्च् तु इति लोलुङ्क्तु रूपमस्ति ईतु अस्ति चेत् अत्र ईतु अजादि अस्ति ततः चोहुकुः न कार्यं करोति लोलुञ्चीतु लोलुञ्च् योगः तात् अपि तस्ति अनिदितां उपदा लोपः नकारलोपः लोलुच् तात् लोलुच् तदनन्तरं चोहोकुः इति नकार आगच्छति लोलुक् तात् तदनन्तरं सः अत्रापि तां लोलुप्तां भवति अत्रापि अनिदितां सूत्रं कार्यं करोति तदनन्तरं चकारस्थाने ककार आगच्छति लोलुप्ता अतु अत्रापि लोलुञ्चतु अत्र चोहुकुः न आगच्छति अत्र इति अजातिप्रत्ययः अस्ति लोलुञ्चतु हि स्थाने अत्र ह्यूचल् जलभ्यो हे धीः सूत्रे भगिनि हि स्थाने धी आगच्छति तदनन्तरं नकारलोप भवति भगिनि प्रत्ययः कीदृशप्रत्ययः अवश्यं भवति अवश्यं भवति लोलुच् योगः हि चोहुकुः इति ककार आगच्छति लोलुब्धि अहं क्षम्यताम् अनन्तरं जलौ जषि इति सूत्रेण ककारस्थाने गकार आगच्छति लोलुब्धि इति रूपं निष्पन्नं भवति सम्यक् तात् अत्रापि केवलं लोलुच् तात् तात् अपि अस्ति इतोन्यं धातोः नकारलोपः भवति लोलुच् चोहोगुः चकार आगच्छति लोलुक् तात् इति रूपं निष्पन्नं भवति तम् अपि तदेव लोलुक् तं लोलुक् तम् आमे लोलुज् आमे पित् अस्ति लोलुञ्छामि भगिनि लोलुञ्छामि लोलुञ्चाव आनि आनि लोलुञ्छानि लोलुञ्चाव लोलुञ्छाम सम्यक् उत्तमम् अत्र नकारलोपः न भवति आम् सम्यक् भगिनि एकः सन्देशः सन्देहः बहुवचने अतु किं रूपं भवति लोलञ्च् योगः अतु लोलुचतु अपित् अस्ति नित्वत् अस्ति अनिदितां हल हल आं नकारः लोपः भवति अनिदितां हल उपादायाम् इति लोलुचतु चतु लोलुचतु तावत् लोलुचतु इत्यस्य कार्यम् आं लोलुचतु लोलुचतु समीचीनम् अत्र एकमेव सूत्रं वयं हौ जल्व्योहेर्भिः मध्यमपुरुषे एकवचने तदेव एकं नूतनसूत्रम् आड् आन् इति अस्ति अत्र लङ् पश्यामः उषा भगिनी लङ् अपि भगिनि जलो जश् जशि अपि सूत्रं जलां जश् जशि इति अपि आं सत्यम् लोलुञ्च् योगः लङ् लकारः तकारः लोलुञ्च् योगः तकारः हूजल्भ्योहेर्दिः इति सूत्रेण तकारलोपः भवति लोलुञ्च् केन सूत्रेण तकारलोपः भवति हूजल् न न हल्ङ्याभ्यो दीर्घात् सुदृश्य पृष्टं सारी हल्ङ्याभ्यो दीर्घात् सुदृश्य पृष्टं हल् या तस्मात् पूर्वम् अडागमः भवति किल लङ् ओ या लुङ् लङ् ष्वट् उदातः इति सूत्रेण अडागमः भवति अलो लुञ्च् योगः तकारः तकारलोपः भवति अलो लुञ्च् चोहो कुः इति सूत्रेण अलो लुञ्च् लुञ्च् चिन्तयतु किञ्चित् किं भवति अलोलुञ्च् योगः तकारः इदानीं तकारलोपः जातः तत्र अलोलुञ्च् इत्यस्य कीदृशस्थितिः कीदृशस्थितिः भगिनि तत् किमपि संज्ञा स्वीकरोति वा अलोलुञ्च् इति अलोलुञ्च् ओ पदान्ते या चोहोकुः पदसंज्ञा किल पदसंज्ञा चोहोकुः चिन्तनं सम्यक् एव चोहोकुः इत्यस्य अपि प्रसक्तिः अस्ति परन्तु अन्यत् किमपि कार्यकार ओ संयोगान्त पदासु संयोगान्तस्य लोपः देन् चकारलोपः भवति सो लो लुञ्च् एव अलो लुञ्च् एव अस्ति सो अलो अलो अलो लुञ्च् इति यदा अस्ति तत्र मूले कः वर्णः आसीत् नकारः नुम् आगमः सो लो I don't remember what यदा सकारः लोपः जातः तदा इदानीं पूर्वं यद् वर्णः आसीत् तादृशमेव भवति अलोलुन् अलोलुन् ओ ऐ ओके अवगतं किल तद् कथम् आगच्छति इति. संयोगान्तस्य लोपः अपि 8-2, चोहोकुः अपि 8-2, परन्तु संयोगान्तस्य लोपः पूर्वसूत्रमिति कृत्वा तस्य कार्यम्. आं भगिनि, सकारलोपः ण्यकारः एव अवशिष्यते. ण्यकारः पूर्वं नकारः आसीत्, तद् किमपि वयं न्यायः पठितवन्तः किल. कारणं गोस् अवे देन् दिस् आल्सो बिकम्स् समथिङ्ग् लैक् हेतु अकृतव्यूहः पाणिनीयः वा किम् आसीत् प्रथम. तत्र वयं न्याय नास्ति, तत्र निमित्तपाय निमित्तपाय तद् प्रबाद्य किमपि अन्यत् पठितवन्तः किल, तद् न स्वीकरोति केचन इति कृत्वा. आमामां सत्यं, तद् नास्ति इति. तद् किम् आसीत्, किमपि आसीत् अहं पश्यामि, अहं स्मृतवती. तद् तेन इदानीम् अलोलुन् एव भवति. ओके, अलोलुन्. ओके, अलोलुञ्च् योगः ईत् अजादिपित् अजादिपित् सो अलोलुञ्च् योग अलोलुञ्चीत् एव भवति. पदान्ते नकारः अस्ति इति कृत्वा किं भवति अन्यरूप लोलुन् अलोलुञ्जीत् जीत् दकार भवति भगिनि. जलां जशोन्ते वावसाने अण्ड अलोलुञ्च् युगः ताम् अलोलुञ्च ङित् दिस् इस् अपित् भवति सो ङित्पत् भवति. देन् अलोलुञ्च् द अनिदितां हल उपादायाः किङिति ण्यकारलोपः भवति. अलोलुच् योगः ताम् अलोलुच् योगः ताम् चोहोकुः जलि जल् अस्ति सो अलोलुक् अलोलुक् ताम् भवति. अलोलुञ्च् योगः उहु उहु इति अपित् अस्ति. ओ दिस् दिस् इस् डिफ्रेण्ट् कार्य. अलोलुञ्च् योगः उहु ऐ रिमेम्बर् सम् स्पेसिफिक् सूत्रास् फर् देट् भगिनि ऐ डोण्ट् नो. सो दिस् आल्सो अपित् सो ङकारलोपः भवति. अनिदितां हल उपादायः किङिति इति सूत्रेण अलोलुच् योगः उहु सो अलोलुचुः एव भवति. तावदेव. ओके, ओके. स् पित् भवति. स् अगेन् हल्न्याभ्यो दीर्घा चुतिस्य पृक्तं हल् इति सूत्रेण सकारलोपः भवति. अलोलुञ्च् अलोलुञ्च् अलोलुञ्च् भवति. अलोलुञ्च् इति अयं पदा अस्ति सो चकार संयोगान्तस्य लोपः चकारलोपः भवति. ण्यकारः मूलरूपम् इति भवति. अलोलुन् भवति. अण्ड् ईहि इति पित् अस्ति. अजादिपित् अलोलुञ्च् योगः ईहि इति अस्ति. अलोलुञ्चीः एव भवति. अलोलुञ्च् योगः तम् इति हला हलादि अपित् जल् ङित्पत् भवति. ङकारलोपः भवति. अलोलुञ्च् इति अलोलुञ्च् योगः तम् इति अलोलुच् योगः तं भवति. अलोलुच् योगः तम् अलो अलोलुच् चकारः चोहोकुः इति कुत्वं भवति. अलोलुक् तम् अलोलुक्तम् अलोलुक्तम्. देन् अलोलुञ्च् योगः ङित्वत् भवति. ङकारलोपः भवति. अनिदितां हल उपादायाः किङिति इति सूत्रेण अलोलुच् योगः त भवति. अलोलुच् योगः त चकारः चोहोकुः इति सूत्रेण पद अण्ड् त इति जल् अलो लुक् त भवति. अम् इति अलो अलो लुञ्च् योगः अम् अम् इति पित् अस्ति, अजादि पित् अस्ति, कार्यं नास्ति. अलो लुञ्च् अलो लुञ्चम् अलो लुञ्चं भगिनि अलो लुञ्चम् अलो लुञ्च् योगः व व इति अपित् अस्ति. अलो लुञ्च् योगः व अलो लुच् योगः व भवति अनिदितां हल उपादायाः इति सूत्रेण. अलो लुच् योगः व अलो लुच् व अलो लुक् व चोः कुः इति सूत्रेण अलो लुक् व भवति. अलो लुक् अत्र चोः कुः भवति वा? वकारः ओ वकारः जल् चोः कुः जली पदार्थे जलि इस् नाट् डेत् सो अलो लुच् व एव भवति. अण्ड् मकारः अपि जल जलि नास्ति, अलो लुच् म एव भवति. सम्यक् उत्तमं भगिनि, धन्यवादः. विजया भगिनी विधिलिङ्गि वदति वा? भगिनि लुञ्च् इति अस्ति वा? इति एतत् धातुपदं किम् अस्ति? लुञ्च् एव वा? लो लुञ्च् यङ्ग्लुमन्तदातु. गणः किं भगिनि? प्रथमगणे अस्ति धातु, टु कट् टु ब्रेक् टु भुवादिगण वा? गणस्य नाम किं भगिनि? प्रथमगणः अस्ति भुवादिगणः. आम् आम् तत्र लिङ्ग् विधिलिङ्ग् ईत् ईतां युः इहि इतं यातां युः अतः अनदन्तम् अनदन्तम् अस्ति वा एतत्? अस्तु भगिनि, यङ्ग्लुगन्त यदा वयं स्मः तत्र गणस्य किमपि महत्त्वं नास्ति किल, यङ्ग् लुक् भवति. ओ निजन्तं वा एतत्? न भगिनि, यङ्ग् लुक् धातुः अस्ति, यदा यङ् अन्तधातुः अस्ति चेत् तत्र विकरणप्रत्ययस्य किमपि महत्त्वं नास्ति, तत्तु लुक् जातः किल. अतः तत्र आम् यदा अस्माकं वयं जुहोत्यादिगणे कृतवन्तः तादृशम् अत्रापि द्वित्वं सर्वं भूत्वा लो लुञ्च् इति अङ्गं तद् स्वीकृत्य कार्यं करोतु. अनन्तरं यदा वयं यङ्ग् लुक् इति पाठः पश्यामः तत्र कथं भवति इति पश्यामः. अस्तु भगिनि. यात् इति अस्ति, न अहं न गृहपाठं न कृतवती मया. नास्ति नास्ति चिन्ता, लो लुञ्च् योगः यात् लो लुञ्च् यातः यात् अस्ति. तत्र किमपि कार्यं नास्ति खलु? लो लुञ्च् इति भवति. उपधायां कः वर्णः अस्ति, कीदृशप्रत्ययः अस्ति? प्रत्ययः हलादि अपित् अस्ति. समीचीनं, हलादि अपित् अस्ति चेत् किं कार्यं भवति? गुणकार्यं निषेध भवति इति च इति सूत्रेण. सम्यक्. अनन्तरं तत्र किमपि कार्यं नास्ति, मेलनमेव, वर्णमेलनमेव. लो लुन् उपधायां कः वर्णः अस्ति भगिनि? लो लुञ्च्य अकारः अस्ति खलु? लो लुञ्च् उपदाय लो लुञ्च् इति धातुः चकारान्तधातुः, तत्र उपदायां ण्यकारः अस्ति किल? अतः कार्यं किम्? अनिदिप् धातुः अस्ति चेत् किं भवति? उपदायां स्थितस्य नकारस्य लोपः भवति किल, अपित् अस्ति इति कृत्वा. अतः करोतु इदानीम्. नकारलोपः भवति चेत् लोलुच्यात् इदानीं रूपाणि वदतु, अन्यरूपाणि अपि समानकार्यमेव. लोलुच्यात् लोलुच्यात् अनन्तरं लोलुच्यातं लोलुच्युः लोलुच्याः लोलुच्यातं लोलुच्यात् लोलुच्याः लोलुच्यां लोलुच्याव लोलुच्याम. समीचीनं, तावदेव. धन्यवादः. धन्यवादः भगिनि. एतत् यङ्ग् लुक् यङ्ग् लुक् हेव् यु स्टार्टेड् भगिनि यङ्ग् लुक् इति? अस्मिन् पाठः तु गतसप्ताहे वयं कृतवन्तः किल अभ्यासः. धातुपाठे हल्सन्धि अभ्यासः यङ्ग् लुगन्तानां तत्र सिद्धतिं प्रत्याः अस्ति न स्थापितं भगिनि. धन्यवादः. अस्तु, श्रीवल्ली भगिनि, ग्रह् धातुः जाग्रह् इति यङ्ग् लुगन्तरूपम्. आम्, ग्रह् जाग्रह् जाग्रह् योगः प्रथमपुरुषे एकवचनं ति इति द्वौ प्रत्ययौ स्तः जाग्रह् योगः ति प्रथमं पित् अस्ति पित् प्रत्ययः इति कारणेन सम्प्रसारणं न भवति. जाग्रह् योगः ति होढः इति सूत्रेण हकारस्य स्थाने डकारः भवति. जाग्रड् योगः अस्ति. अनन्तरं जशस्ततोर्धूतः इत्यनेन तकारस्य प्रत्ययस्य तकारस्य स्थाने तकारः भवति. जाग्रड् योगः धि धि. अनन्तरं स्टुनाष्टुः स्तोः स्टुनाष्टुः इत्यनेन प्रत्ययस्य धकारस्य स्थाने ढकारः भवति. जाग्रड् लोपः डि. अनन्तरं डीढि डोढे लोपः प्रथम ढकारस्य लोपः भवति. जाग्रडि इति रूपं भवति. अनन्तरं ड्रलोपे दीर्घो अणः इत्यनेन जाग्राडि इति रूपं भवति. सम्यक्. अनन्तरम् ईति ईति जाग्रड् योगः ईति प्रथमं होडः जाग्रह् योगः ईति होडः इत्यनेन जाग्रड् योगः ईति होडः भवति वा भगिनि? न न ईति नो नो जाग्रहयोगः इति वोवेल् जाग्रह् इति तावदेव. यत्र यत्र अजादिः अस्ति तत्र वर्णमेलनमेव कार्यं भवति. साधारणतया किमपि अन्यत् कार्यं न भवति. जाग्रह् इति. अनन्तरं प्रथमपुरुषः द्विवचने जाग्रहयोगः तः तः इति सार्वधातुकम् अपि निद्वत् सो ग्रही ज्या वै व्यधि वष्टि विचति वृषति पृच्छति भुञ्जाति न निति च इति सम्प्रसारणं भवति. जाग्रह् रेफा इति ऋकारः भवति. सम्प्रसारणं इक्यनः. आम्, जाग्रह् योगः तः भवति. अनन्तरं होडः जाग्रड् योगः तः. अनन्तरं जशस्तयोर्धूतः जाग्रड् योगः दः. अनन्तरं स्टुनाष्टुः जाग्रड् योगः ढः. डोडे लोपः जाग्रुडः पूर्वस्य नो नास्ति भगिनि. अण् प्रत्यय ऋकारः अण् प्रत्याहारे नास्ति. आयुः एव अण् प्रत्याहारे सन्ति. समीचीनम्. उत्तमम्. अग्रे अनन्तरम् अति भगिनि जागृह् योगः अति जागृहति इति रूपं भवति. अत्रापि सम्प्रसारणं भवति वा? आं भगिनि, अति इति अपि अस्ति इत्यनेन जाग्र इति जागृह् इति भवति सम्प्रसारणं. सम्यक्. अनन्तरं सि मध्यमपुरुषे सि योगः जाग्रह् योगः अस्ति. सि प्रत्ययः पित् अस्ति. सुहोडः इत्यनेन जाग्रड् जाग्रड् योगः अस्ति. अनन्तरं सि प्रत्ययः षडोः कः अस्ति, कः डकारस्य स्थाने ककारः भवति, जाग्रग् योगः अस्ति. अनन्तरम् आदेशप्रत्ययोः इकोः षत्वं षकारः भवति. सो जाग्रक् योगः षि, सो रूपं भवति जाग्रक्षि. सर्वं सम्यक्, एकमेव भवति विस्मृतवती, एकं सोपानं. हकारकः षडोः कः अस्ति, तस्मात् पूर्वम् एकं कार्यम्. सम्प्रसारणं न भवति, अन्यत् कार्यमस्ति. यत्र यत्र धातोः अवयवः एकाच् अस्ति वा पश्यतु. बष्पवः भगिनि किल, त्री फोर् त्री फोर् यत्र यत्र अस्ति तत्र बष्पावः अवश्यं भवति. त्री फोर् फोर् फोर् भवति किल. आं भगिनि, दशन्तधातुः एकाच् अवयवः अत्र बष्पावः भवति. आं भगिनि, गकारः एव बष्पावः भवति. गकारस्य घकारः अल्पप्राणः महाप्राणः. अतः अन्तिमरूपं जाघ्रक्षि तावदेव. थ्याङ्क्यू. समीचीनं. अनन्तरं ईषि इति प्रत्ययः जाग्रह् इति सम्प्रसारणम् अण्ड् सम्प्रसारणं न भवति किल, न भवति. पित् अस्ति, पित् अस्ति, सम्प्रसारणं न भवति. जाग्रकीषि भगिनि षडोः कः, जाग्रकीषि न, किमपि न भवति, केवलं वर्णमेलनमेव, वर्णमेलनम् उण्डि जाग्रहीषि. आम् सम्यक्. अग्रे अग्रे अनन्तरं स्तः भगिनि, स्तः तः अपि तस्ति सम्प्रसारणं भवति. जाग्रह् योगः तः जाग्रह् योगः तः. अत्रापि बष्भावः नो, बिकास् जाग्रह् सम्प्रसारानन्तरम् एकाच् नहि, एकाच् नास्ति. होडः इति सूत्रेण जाग्रड् योगः तः. अनन्तरं जशस्तयो दुः दु अधः जाग्रड् योगः योगः धः. स्टुनाष्टुः इत्यनेन जाग्रड् योगः धः. डोडे लोपः जाग्रुडः. ऋकारः अस्ति चेत् अण् नास्ति, दीर्घः न भवति, रूपं जाग्रुडः. तकारः अपि समानानि सोपानानि जाग्रुढ इति रूपं भवति. अनन्तरम् उत्तमपुरुषः मी ईमि, मी पित् अस्ति, सम्प्रसारणं नास्ति. जाग्रह् योगः मी, जाग्रह् योगः मी. भगिनि यत्र बष्पावः जल्ल जल् बष्पालन्तः किल, जसन्तस्य स्तोः जलन्तस्मि नास्ति, जसन्तस्य स्तोः इति भवति, जसन्तः भवेत्. परे सकारः द्व वा पदान्ते स्तोः. आं भगिनि, पदान्ते. आम् ओके. अत्र बष्पावः नास्ति, जाग्र प्लस् योगः मी, होडः जाग्रड् योगः मी, जाग्रड्मि इति रूपं भवति. सम्यक् भगिनि, जाग्रह्मि. डकारः न भवति किल, होडः न भवति, तदपि जलि परे किल, जाह्रह्मि एव केवलं वर्णमेलनमेव जाग्रह्मि. अनन्तरं जाग्रह् योगः वः सम्प्रसारणम् अपि तस्ति, वः सम्प्रसारणं भवति, जाग्र जाग्रह् योगः वः जागृह् वः. अनन्तरं जागृह्मः एका च बसो बस्सूत्रसङ्ख्या वदति वा, एका च धातोः यः एका जशन्तः अवयवः तस्य बश् वर्णस्य पदान्ते सकारे द्वाशब्दे वा परे बश् स्यात्. पदान्ते सकारे द्वाशब्दे वा परे, अतः वयं सकारे परे एव कृतवन्तः किल, जाग्रह्योगः सि तत्र कृतवन्तः. पदान्ते यदा वयम् अपृक्त एकाल् कुर्मः तादृश तत्र प्रसङ्गः भवति. द्वा इत्युक्ते आत्मनेपदे किल, तत्र प्रसङ्गः भवति. अत्र यदा जागृह् इति हकारान्तधातुः स्वीकृतवन्तः सर्वत्र होडः इत्यस्य प्रसक्तिः आसीत् जलिपदान्ते इति कृत्वा. अनन्तरं जशस्ततोर्धोर्धः इत्यस्यापि प्रसक्तिः आसीत्. यदा तत्र वयं होडः कृतवन्तः तत्र ष्टुनाष्टुः जशस्ततोर्धोर्धः ष्टुनाष्टुः डोडे लोपः अस्ति चेत् द्रलोपे पूर्वस्य दिगुणः इत्यस्य चिन्तनं भवेत्. सर्वदा तस्य कार्यं भवति इति न, परन्तु तस्य चिन्तनम् अपि भवेत्. अनन्तरं सम्प्रसारणधातुः आम् भगिनि वदतु. भ्रम भवति, हकारान्तधातुः अस्ति चेत् प्रथमं होडः इति सूत्रेण डकार आगच्छति, तदनन्तरं किं किं कार्यं करणीयं अहं क्रम न. तत्र होडः जलि जशन्तधातुः होडः इदानीं जश् वर्णः डकारः जलि परे अस्ति, अतः जशस्ततोर्धोर्धः अग्रिमसूत्रं जशस्ततोर्धोर्धः 8.2 पुनः. अतः तत्र प्रत्ययति स्थाने धी इति आगच्छति. अनन्तरं डकारः अस्ति परे धकारः अस्ति इति कृत्वा स्टुनाष्टुः 8.4 स्टुनाष्टुः कार्यं जाग्रड् योगः डी. इदानीं डकारद्वयम् अस्ति इति कृत्वा ढोडे लोपः 8.3 तस्य कार्यं, तत्र प्रथमडकारस्य लोपः जातः जाग्र योगः डि. तत्र अण्वर्णः अस्ति इति कृत्वा ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन दीर्घत्वं जाग्राडि इति भवति. यदा वयं दीर्घ आगच्छति अत्र दीर्घः आगच्छति ड्रलोपे पूर्वस्य दीर्घोणः 6.1 किल, 6.1 तस्य कार्यं. यदा वयं सम्प्रसारणं कुर्मः ढोडे लोपः इत्यस्य प्रसक्तिः तु अस्ति, परन्तु पूर्ववर्णः इदानीं ऋकारः अस्ति. ऋकारः अण् प्रत्याहारे नास्ति, अण् प्रत्याहारे अ इ उ एव, अतः तत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिः नास्ति. डोडे लोपः पर्यन्तमेव कार्यम्. धन्यवादः. अतः चिन्तनद्वयं, हलादि पित् अस्ति चेत् एकं चिन्तनं, हलादि अपित् अस्ति चेत् सम्प्रसारणकार्यम् अवश्यं करणीयम्. अनन्तरं यथा वयं पित् इत्यस्य कृतवन्तः तादृशमेव भवति. होडः जशस्ततोर्धोर्धः ष्टुनाष्टुः डोडे लोपः यथा अवसरः अस्ति चेत् त्रलोपे पूर्वस्य दिगोणः. अपित् अस्ति चेत् सार्वधातुकम् अपित् निति च गहीज्य इति सम्प्रसारणकार्यम्. अनन्तरं जशस्ततोर्धो होडः जशस्ततोर्धोर्धः ष्टुनाष्टुः डोडे लोपः ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य अवसरः नास्ति. अवसरं नास्ति. धन्यवादः. तावदेव पूर्व लटि तावदेव कार्यं. लोटि किम् इति पश्यामः. लोटि अपि प्रायः समानमेव भवति. जलां झष् झषि एव आगच्छति इति चिन्तयामि. पश्यामः. महोदय भवतः क्रमः एव. अस्तु. एकवारम् अस्तु. जागृह जागृह एव तु तु इति पित् अस्ति अतः सन्ततानः भवति. जागृ जागृह जागृह एव तु चलि अस्ति अतः होडः इत्यनेन जागृड् योग तु जागृड् एव तु अस्ति. इदानीं जश् वर्ण अस्ति अतः जागृड् जशस्ततो दोधः इत्यनेन जागृड् ध भवति धु भवति. दकारस्य इदानीं जागृड्ढु इति अस्ति तत्र. इदानीं स्तुत्वं भूत्वा जागृड् जागृड् धु ढोडे लोपः डोडे लोपः भवति. जागृड् डोडे लोपः अनन्तरं किमस्ति एकवारं जागृ ढ जागृड् जागृड् एका च बश बश अस्ति वा तत्र जाग् किमर्थं जागृड् जागृ जागृति अस्ति अतः एका च अस्ति एका च बशो बश् भवत् झा तत्र एकाच् अस्ति वा एकाच् जशन्त जशन्त किमपि नास्ति किल महोदय. ओ जागृ क्षम्यतां महोदय तत्र जागृ जागृह खलु अस्तु जागृ क्षम्यतां जागृ जागृ इति अकार अस्ति अत्र जागृढु जागृढु एव खलु जागृढु दीर्घं कृतवान् वा ड्रलोपे पूर्वस्य. ओ अस्तु. हा जाग्राडु शब्दं डोडे लोप अनन्तरं ड्रलोपे पूर्ग पूर्वस्तीर्गुणः अण अकारस्य दीर्घतं जाग्राडु इति भवति. अग्रे जाग्रह योग ईतु अत्र किमपि कार्यं नास्ति. वर्णमेलनं जाग्रहीतु इति भवति. इदानीं जाग्रह योग तात् अस्ति. अस्तु जाग्रहयोग तात् अस्ति. इदानीं जागृ जाग्रह एव तात् होडः इत्यनेन जाग्रड् योग तात् जाग्रड् योग तात् जशस्ततो दोधः इत्यनेन एकवारं जाग्रड् तात् जाग्रड् तात् अस्तु. जाग्रड् धात् इति भवति. जाग्रड् धात् इदानीं तत्र जाग्रड् तात् सम्प्रसारणं भवति. अहं क्षम्यतां. जागृ जागृ जागृ ढकार तक् इदानीं ढकार अस्ति अतः तत्र जसततो दोधः इत्यनेन ढकारः ढकारस्य स्तुत्वं स्तुत्वेन तत्र लोपः भवति. जागृ जागृ जागृ जागृ एकवारं जागृढात् इति जागृढात् इति अस्तु. हल् तत् तकारस्य लोपः भवति खलु हल् कबति कार्य किमर्थं महोदय एकवारं क्षम्यतां स्वयं नास्ति खलु जागृडात् जागृडाद् जलां जागृडात् अस्तु अस्तु क्षम्यतां जागृडात् अस्तु तात् इति अत्र जलान् दशन्ते अथवा नो सोरि वा पदान्ते पदान् वावसानि क्षम्यतां दातवन्तात् भवति. तथैव जागृ जागृसारणकार्यमेव प्रथमम् तथैव अत्र जागृह योगताम् इति अस्ति. तत् सम्प्रसारणं भवति. जागृह जागृह इति भवति ऋकारस्य जागृह योगतां जागृड् योगताम्. इदानीं ढकारस्य जशस्ततो दोधः इत्यनेन धत्वम् अनन्तरं स्तुत्वम् अनन्तरं जाग्र अनन्तरं ढोडे लोपः भवति स्तुत्वेन तत्र ढकारः भवति ढोडे लोपः भवति जाग्रयोग ढा जाग्रयोग क्षम्यतां डाग्र जाग्र जाग्रयोग ढाम् इदानीम् अस्ति जाग्रयोग ढां जाग्रा ढाम् इति भवति किमर्थं एकवारं ओ अस्तु नास्ति तत्र न भवति अण् अस्ति अण् नास्ति अस्तु जागृ जागृढाम् इति सम्यक् जागृढां बहुवचने जागृह योग अतु अत्र केवलसम्प्रसारणमस्ति एकवारं सम्प्रसारणम् अनन्तरं किं भवति जागृयोग अतु इति अस्ति सम्प्रसारणानन्तरं किं भवति एकवारं तत्र कार अस्ति गुणसन्धिः भवति वा एकवारं गुणसन्धिः नास्ति हकार आकारः एव अस्ति किल हकार आकारयोः किमपि सन्धिः न न क्षम्यतां जागृहतु जागृहतु जागृहतु सम्यक् अग्रे जागृहयोग हि इति अस्ति अस्तु हेतिः कुञ्चन्तु हेति प्रथमं सम्प्रसारणमस्ति अपित् अस्ति इति कृत्वा सम्प्रसारणं जागृह योग हि कुञ्चन्तु हेति भवति वा हे जल् जल् अस्ति अस्तु कुजल् हेदि इति भवति धी भवति जागृ जागृह धी इति अस्ति जागृहि अस्तु अस्तु इदानीं धी अस्ति हकार अस्ति हकारस्य होड् एकवारम् इदानीं धकारहोडः इत्यनेन डत्वं भवति डत्वम् इदानीं जागृ अस्तु जागृ एकवारं भगिनि जागृ जागृ जागृड् दत्तं जागृढ् योगधि स्तुत्वं जागृढि इति अस्ति जागृढि इदानीं तत्र जागृढि दोडे लोपः भवति जागृढि किमपि अन्यकार्यमस्ति वा जागृढि जागृढि तावदेव खलु जागृढि जश् नास्ति अस्तु जश् नास्ति जश् नास्ति वा किं जश् नास्ति महोदय बश् भव भवति वा जश् तत्र तु एकाच् नास्ति खल जागृडि इति अस्ति तत्र तु एकाच् नास्ति किल ऋकारः अपि अस्ति ईकारः अपि अस्ति त्री फोर् अस्ति परन्तु एकाच् नास्ति अस्तु तर्हि अग्रे जागृतयोग तात् अस्ति अत्रापि हकार अस्ति होदः इत्यनेन ढकार अनन्तरं जसततो धोदः इत्यनेन ढकारस्य ढकारः अनन्तरं स्तुत्वं ढकारस्य ढकारे ढकार भवति लोपः भवति जागृ जागृ इदानीं जागृयोग ढात् इत्यस्ति ढाद् इति रूपद्वयं भवति जागृढात् जागृढाद् सम्यक् तम् तथैव समानकार्यमेव किल समानकार्यमस्ति तर्हि अग्रे रूपं रूपम् अस्तु अत्र जागृ क्षम्यतां जागृ जागृ ढम् इति जागृढम् इति भवति जागृढं जागृड् जागृड् एकवारं जागृड् जागृड् किं भवति तत्र जागृ जागृढा इति क्षम्यतां जागृढा इति उत्तमपुरुषे अत्र किमपि नास्ति अत्र वर्णमेलनमस्ति जागृहानि जागृहाव जागृहाम एकमेव कार्यमस्ति जागृहयोगः आनि जागृह जागृहयोग आनि किं कार्यं एकवारं जागृकार आनि किमस्ति जागृहानि एकवारं रेपः अस्ति अतः जागृ कुत्र भगिनि जागृहाणि? जाग्रह् किल, गकारः रेपः किल, रेपः हकारः आ नि नकारः, अतः नकारस्य का गतिः इदानीं यदा वयं पदं क्षम्यतां जागृहाणि अहं मध्ये किमपि नास्ति, अस्तु निमित्तमस्ति जागृहाणि किं रेफा अस्ति, हकारः किमपि व्यवधानं नास्ति, अतः न भवति जागृहाणि इति हाणि इति भवति. सूत्रं महोदय अट्कुप् वाङ्गं विभावयति रसाभ्यनोन समानपदे अट्कुप् वाङ्गं व्यवाये अपि इत्यनेन नत्वं भवति जाग्रहाणि इति भवति. सम्यक् महोदय, तावदेव समीचीनं. कस्य क्रमः? अरुणा भगिनी लङ्लकारे वदति वा? आं भगिनि, प्रथमं अडागम आगच्छति, अजाग्रह्यो दीर्घासुतिस्य अपृक्तः इति सूत्रेण तकारलोपः भवति, ततः अजाग्रह् अस्ति, अजाग्रह् तदनन्तरम् ईत् अस्ति, अत्रापि तकारलोपः भवति. क्षम्यतां भगिनि, अहं किम् उक्तवती इत्युक्ते तत्र अजाग्राह् इति नास्ति, अजाग्रह् एव. अन्यकार्याणि अपि सन्ति, सन्धिकार्याणि तु सन्ति एव. हल्ङ्याभ्यो दीर्घात् इदानीं पदं जातम्, अनन्तरं ओ लोपः भवति. किम् अस्ति? हा एव अस्ति तत्, आम् हकारः, तकारस्य तु लोपः किल, हल्ङ्याभ्यो दीर्घासुतिस्य प्रक्तं लोपः पदम्. इदानीम् अजाग्रह् इति पदम्, पदान्ते कार्यं किं भवति? होडः वा भवति? होडः तस्मात् पूर्वम्, अत्रापि त्री फोर् इति अस्ति किल, हकारस्थाने झकार आगच्छति भगिनि. हल्ण्या क्षम्यतां, होडः बष्भावः, बष्भावः 8237, होडः सूत्रसङ्ख्या 8231 भगिनि, अतः होडः एव प्रथमं भवति. आं करोतु भगिनि, होडः प्रथमम्, अनन्तरं बष्भावः, पदान्ते कार्यं किल. रूपं किं होडः इत्यनेन? होडः किं भवति? डकारः आगच्छति. सम्यक् सम्यक्, इदानीं गकारः अस्ति, रेपः अस्ति, ढकारः अस्ति किल, एकाच् अस्ति, अकारः अस्ति, गकारस्य स्थाने चतुर्थवर्णः. अजाग्रट् इति भवति, अजाग्रट् भवति वा? गकारस्य स्थाने, अल्पप्राणगकारस्य स्थाने तृतीयवर्णस्य स्थाने चतुर्थवर्णः. इदानीम् अजाग्रड् 4-4 इति अस्ति, चतुर्थवर्णः, डकारः अपि चतुर्थवर्णः. इदानीं किं भवति? अन्ते डकारः अस्ति किल, तस्य का गतिः? ठकारः भवति भगिनि, जलां जशन्ते, जलां जशन्ते, सूत्रं यत्र यत्र जलां जशन्ते भवति तत्र सर्वत्र वावसाने अपि भवति, पदान्ते कार्यं किल, अतः ढकारस्य स्थाने ठकारादेशः प्रथमवर्णः. अजाग्रड् अजाग्रट् इति रूपद्वयं. धन्यवादः. अजाग्रह् यः ईत्, अत्रापि तकारलोपः भवति हल्लाभ्यो इति सूत्रेण, अजाग्रही एव रूपमस्ति. न न तत्र तकारस्य लोपः न भवति. किमर्थम् इत्युक्ते अपृक्त एकाल् नास्ति किल. अपृक्त एकाल् अस्ति एव तकारलोपः. ईति अपृक्तः नास्ति, अतः केवलं वर्णमेलनमेव. ओ अजाग्रहीत् अजाग्रहीत् एव अजाग्रहयोगः ताम् अस्ति. अजादि धलादि अपित् अस्ति, सम्प्रसारणं भवति, अजाग्रह् भवति. अजाग्रह् योगः तां. तदनन्तरं ठकारस्थाने ढकार होडः इति सूत्रेण ढकार आगच्छति. ठकारस्थाने ढकार आगच्छति भगिनि. सम्यक्. कोडः अनन्तरं सम्प्रसारणं न वा भगिनि? सम्प्रसारणं भवति भगिनि. ओके. ताम् इति अपित् अस्ति, अतः सम्प्रसारणं तु अवश्यं भवति. उक्तवती भगिनि. जागृहृड् गृड् अजागृड् ताम् जस्ततो दीर्घोर्धः भवति भगिनि. अत्रत्य दशस्ततोर्धोर्धः तकारस्थाने ध धाम् भवति. चुनाष्टुः इति सूत्रेण ठकार आगच्छति. दोर्डे लोपः भवति भगिनि. सम्यक्. आम् अजाग्रुट् अजाग्रुट् भवति. अजाग्रुडां ताम् अजाग्रुडाम् बहुवचने उहु आगच्छति. अत्रापि सम्प्रसारणं भवति. अजागृहुः एव रूपं. सम्यक् सम्यक्. ओके. प्रथमपुरुषे अजागृह्यः सकार अस्ति. अत्रापि सकारलोपः भवति हल्लाभ्यूतिसूत्रेण. अजाग्रह् पदसंज्ञा भवति. हकारस्थाने ढकार आगच्छति. जलां जशो इति सूत्रेण ठकार फोडः ढकार आगच्छति. तदनन्तरं पदसंज्ञा अस्ति चेत् जलां जशां जशो अन्ते इति सूत्रेण ढकारस्थाने ठकार आगच्छति. बष्पावः इदानीमपि बष्पावः अस्ति. एकाच् जशन्तः अस्ति किल. होडः बष्पावः अनन्तरं जश जष्त्वं जष्त्वं वा चष्त्वम्. ओके. त्री फोर् यत्र तृतीयचतुर्थवर्णः अस्ति एकाच् अस्ति तत्र सर्वत्र बष्पावः पदान्ते अपि अस्ति. अतः फोर् फोर् अजाग्रड् इदानीं जशन् जष्त्वम् अजाग्रड् वा अवसाने अजाग्रट् इति भवति. अस्ति. अत्रापि अजाग्रहीः एव भगिनि. आं तत्र वर्णमेलनमेव. वर्णमेलनमेव. कः ऐः? सम्यक्. अजाग्रहीः यग्र अजाग्रहीः तम् अस्ति. अत्र सम्प्रसारणं भवति. अजाग्रुः योहतं होडः इति सूत्रेण हकारस्थाने ढकार आगच्छति. तदनन्तरं चष्टथोर्धोर्धः इति सूत्रेण धम् आगच्छति. अत्रापि बष्पावः अस्ति भगिनि. चषस्ततोर्धोर्धः अजागृड् योगः धम्. इदानीं ष्टुनाष्टुः नास्ति ढकार ढकारस्थाने ढकार आगच्छति ढं भवति दूढे लोपः इति पूर्वढकारलोपः भवति अजागृढम् भष्भावः पदान्ते सकारे ध्वप्रत्यये एव भष्भावः ओ मकारः पदान्ते नास्ति सकारः नास्ति द्वा अपि नास्ति अतः अत्र भष्भावः न भवति भष्भावः नास्ति तत्रापि सम्प्रसारणं भवति अजागृड् एव सम्यक् तदनन्तरं एकः प्रश्नः तत्र लङ्लकारे एव अर्णा भगिनी इदानीं करोति खलु वदति आम् सा ईत् ताम् उः एतत् तां तम् एतदपि परिवर्तनम् अभवत् वा अजागृह ताम् इति स्थाने जलं जशन्ते कार्यं भूत्वा सकारस्य स्थाने तृतीयवर्णः दा भवति वा कुत्र भगिनि भवती कुत्र वदति अजाग्रः योगः तम् इति अत्र वा अजाग्रः योगः कार्याणि सन्ति न कोडः जशस्ततोर्दोर्दः प्रथमं सम्प्रसारणकार्यं भवति अनन्तरं होडः अनन्तरं जशस्ततोर्दोर्दः ष्टुनाष्टुः डोडे लोपः सर्वाणि कार्याणि भूत्वा अजाग्रडम् इति भवति एतदेव मम प्रश्नः तकारस्य स्थाने जलां जशन्ते इति सूत्रं कार्यं कृत्वा डकारः आगच्छति अनन्तरं वावसाने इति स्थाने इत्यनेन विकल्पेन रूपं द्वयं भवति तादृशं वा भगिनि न यत्र वदति तकारपरे वा तत्र वावसाने इति यत्र अवसानः नास्ति तत्र एव तम् इति तु तकारः अकारः मकारः अस्ति किल तत्र वावसाने कथं कार्यं करोति तत्र कार्यं न भवति पदान्ते यदा न भवति अजागृ अजागृ इति पदमस्ति चेत् निष्पन्नरूपं अनन्तरं तं योजनेन तं तां योजनेन तावदेव कार्यं खलु न भगिनि अजाग्र इति पदमेव नास्ति किल अजाग्र इति अङ्गमस्ति तम् इति प्रत्ययोजनेन प्रत्ययं ताद् एतत् अस्ति तत् एव तत्र योजनं भवति खलु भगिनि तम् इति तत्र कार्यं तम् इति योजनम् भ्रमः अस्ति इति चिन्तयामि भवत्याः अजागृयोगः तम् इति प्रत्ययः योजयामः अनन्तरमेव परन्तु तत्र वावसाने इत्यस्य अवसरः एव नास्ति नास्ति अजागृतम् अजागृतम् एव खलु भगिनि आम् अजागृढं न हाकारः नास्ति अजागृढं ध भवति अस्तु वदति वा भगिनि उत्तरपुरुष उत्तमपुरुष एकवचनं अम् अस्ति अजादि अप्तित् अस्ति ततः अजागृहम् एव अजागृहम् एव अजादि अपि भगिनि अत् अम् पित् अम् पित् अस्ति पित् अस्ति केवलं वर्णमेलन एव भगिनि आम् अजाग्रहम् वदतु भगिनि अजाग्रहयोगः वा अत्र वा इति अपित् अस्ति सम्प्रसारणं भवति भगिनि सम्प्रसारणं तु भवति एव आम् अवश्यं भवति अपित् ओके अजाग्रहयोगः वा जल्वर्णः नास्ति केवल अजागृह्व एव भगिनि वकार अजागृ किं भवति अत्र किमपि नास्ति किल अजागृह्म केवलं अजागृह्म एव अन्यत् किमपि नास्ति अत्र किल समीचीनम् अस्तु विधिलिङ्गे एव अवशिष्यते किल आम् उषा भगिनी वदति वा विधिलिङ्ग् आं भगिनि जाग्रह् योगः यात् इति अपित् अस्ति ङित्वत् भवति सो सम्प्रसारणं भवति जाग्रह् योगः गृहीज्या वै व्यधि वष्टि विचति पृच्छति बृजति नाम ङिति च इति सूत्रेण गृह् इति गृह् भवति जागृह् योगः यात् भवति जागृह् यात् जागृह् इति पदान्ते अस्ति जलि नास्ति पदान्ते अस्ति सो होडः इति सूत्रेण जागृड् यात् जागृड् किमर्थं डकारः आगच्छति यकारः जलि अस्ति वा जलि नास्ति भगिनि हयवर पदान्ते ऐ थाट् इट्स् पदान्ते इट्स् नाट् पदान्ते तकारः अस्ति पदान्ते तकारः अस्ति किल प्रत्ययः यात् इति यात् यात् भगिनि यात् प्रत्ययः योजनेन एव पदं जातं किल सुप् तिङन्तं पदं पदम् आं भगिनि सुप्तिङन्तं पदम् आम् लोपः लोप हेसन्ट् हेपन्ड् ओके सो जागृह्यात् एव जागृह्यात् एव भवति सम्प्रसारणमेव दट्स् द ओन्लि कार्यम् ओके सो देन् समानकार्यमेव जागृह्यात् जागृह्यातां जागृह्युः जागृह्याः जागृह्यातं जागृह्यात जागृह्यां जागृह्याव जागृह्याम ओके भवत्याः भ्रमः लङ्लकार विधिलिङ्लकारयोः अस्ति चेत् तत्र थ स इति अपृक्त एकाल् प्रत्ययः तेषां लोपं कृत्वा पदसंज्ञा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा अत्र तु यात् इत्यस्य किमपि लोपः किमपि न जातः यात् तु अस्ति एव यदा यात् योजयामः यदा जागृह्यात् इति अस्ति तदेव पदम् जागृह्यात् एव समीचीनं तावदेव सम्यक् आम् एकनिमिषं प्रायः विजया भगिनी करोति आम् ओके प्रच् करोति वा विजया भगिनी लट् रूपम् पाप्रच् इति अङ्गुलं ददातिशिश् करोमि पाप्रच् लोपं भवति अत्र रूपमस्ति ति इति तः अति सि ईषि तहत मि ईमि वहमः तत्र पाप्रच् प्रथमं एकं चकारस्य स्थाने वृक्षवृक्ष इति सूत्रेण शकारः भवति वा भगिनि सम्यक् तस्मात् पूर्वम् एकं कार्यमस्ति तुक् सहितचकारः अस्ति चेत् श्वोः षूडनुनासिके च इत्यनेन तालव्यशकारः आदेशः भवति अनन्तरं तस्य स्थाने मूर्धन्यशकारः आदेशः ब्रश्च ब्रश्च इत्यनेन अनन्तरं तत्र शकारस्य स्थाने जलं जषन्ति इति सूत्रेण डकारः मूर्धने शकारस्य स्थाने तृतीयवर्णः डकारः भवति. अतः तत्र पा ब्रड् इति भवति खलु भगिनि. शकारः तकारः अस्ति यदा भवती वदति जलां जषन्ति. अन्यत् सूत्रं किं शकारतकारयोः तत्र सूत्रं किं भवति? जलां जषन्ते इति 8-4 किल ष्टुत्वसन्धिः किल सामान्यसूत्रं ष्टुत्वसन्धि एव पूर्वं किल अनन्तरमेव योगः टी तकारस्य स्थाने टकारः किल ष्टुनाष्टुः प्रथमवर्णः वा अवसाने अत्र कार्यं करोति खलु भगिनि? न भगिनि, वा अवसाने न, अवसाने पदस्य अन्ते पदान्ते हल् वर्णः अस्ति चेदेव तस्य कार्यं. तत्र तु ईकारः यत्र यत्र जलं दृश्यन्ते आगच्छति चेत् तत्र तत्र वा अवसाने इति कार्यं. परन्तु आम् परन्तु अत्र जलां जषन्ते कार्यमेव नास्ति किल. ऋणाष्टुः एव कृतवन्तः. जषोन्ते अपि पदान्ते एव कार्यं. जलां जषोन्ते अन्ते इति अस्ति किल, पदान्ते एव तस्यापि कार्यं. जलां जष् जषि इति अपि जष्त्वं, तत्र परे जष् वर्णः भवेत्. समीचीनं वा? अग्रे वदतु भगिनि. अग्रे कः अस्ति खलु? ईति ईति ईति रूपद्वयं खलु. तादृशमेव भवति, परन्तु तत्र ईति योजनेन पा भगिनि मया न क्लेशः अस्ति भगिनि. अहं किञ्चित् कोऽपि नास्ति. अस्तु अस्तु, शृणोतु किञ्चित् नेरम् अनन्तरं वदतु. कस्य क्रमः? श्रीवल्ली भगिनी इति चिन्तयामि. आं श्रीवल्ली भगिनी अस्ति वा? पाप्रश्योगः ईति इति प्रथमं चोः षूडन्नासिके च क्विजलोः पाप्रश् योगः इति जलोः. आं भगिनि, नास्ति, न भवति षूट् शकार्थ नास्ति. सो पाप्रच्छीति तावदेव. अग्रे अग्रे पाप्रच्योगः तः प्रथमं सम्प्रसारणं ग्रही ग्रही जा वै वेदि वेष्टि विचति पृच्छति पृच्छति बुन्दातीनां निति च तः अपि प्रत्ययः अस्ति. सम्प्रसारणं भवति, सम्प्रसारणं भवति चेत् पापृष् योगः तः. अनन्तरं पापृष् योगः पापृच् अनन्तरं शूड् अनुनासिके च क्विजलोः पापृष् अनन्तरं ब्रश्च इति सूत्रेण शकारस्य स्थाने मूर्धन्यशकारः भवति. पापृष् योगः तः स्टुनास्टुः इत्यनेन पापृष् योगः तः रूपं भवति पापृष्टः. समीचीनम्. अत्र किमपि चिन्तनं कृतवन्तः किल पापृच् इति धातोः विषये पूर्वं पूर्वस्मिन् पाठे? अत्र सम्प्रसारणविषये एव इति चिन्तयामि. पापृच् किमर्थम् प्रत्ययः प्रत्यये परे किल तुक्सहितचकारः अस्ति चेत् तत्र पाप्रच् विषये एव वयं कृतवन्तः तत्र लिखितवती इदानीं स्मरामि न स्मरामि किमर्थं तत्र तुक्सहितचकारः दत्तम् इति कृत्वा तत्र श्वोः शूडनुनासिके च इत्यनेन भवति अनन्तरं रश्च भ्रश्च इत्यनेन एव भवति इति तादृश चिन्तनं कृतवन्तः तत्र किमर्थं सम्प्रसारणं न भवति इति किमपि दृष्टवन्तः किम् इति इदानीं न स्मरामि सम्प्रसारणं न भवति प्रष्टः इति किमपि रूपम् आगच्छति अहं पश्यामि वदतु भगिनि अहं पश्यामि कुत्रापि अस्ति वा आम् आम् तत्र आं क्षम्यताम् इदानीं प्राप्तं धातुपाठे हल्सन्धिः द्वितीयभागः इत्यत्र परिशिष्टम् इत्यस्य तत्र आसीत् पाप्रच्योगः तदेव अहम् अस्माकम् अनुवृत्तिपक्षः एकनिवृत्तिपक्षः किमपि तत्रैव अस्माकम् आसीत् अत्र नूतनविचारः अयं यत् निमित्त अपाये नैमि अपायः न स्वीक्रियते इति पाप्रच्योगः सि कित्तिङित् न अतः किमर्थम् अस्माकं सम्प्रसारणम् अत्र न भवति तत्र न स्मरामि इदानीं क्षम्यतां ग्रहीजा वै व्यधि वृच् पृच्छति बृजति नाम् इति अस्ति किल पृच्छति इति स्थिपानिर्दिष्टधातुः अस्ति यत्र यत्र स्थिपानिर्दिष्टं धातुः अस्ति चेत् तत्र यङ्ग् लुक् न भवति अरुणा भगिनी भवती वर्गे आसीत् किल गतसप्ताहे एव अभवत् इति चिन्तयामि तद् तदेव अहं किमर्थं इति आम् इदानीम् स्मरणे आगच्छति स्थिपानिर्दिष्टधातुः पृच्छति इति यत्र यत्र स्थिपा निर्दिष्टमस्ति तत्र तत्र यङ्ग् लुक् रूपं न भवति एका कारिका अपि आसीत् अहम् अग्रिमसप्ताहे तद् आनयामि अस्माकं यङ्ग् लुगन्तपाठे अस्ति तद् कारिका स्थिपा स्थपा निर्दिष्टमस्ति चेत् तत्र किमर्थं न भवति न भवति यदा स्थिपा निर्दिष्टं धातुः अस्ति चेत् तत्र यङ्ग् लुक् न भवति स्थिपा शपा अनुबन्धेन निर्दिष्टं यद् गणेन च यत्र एकाच् ग्रहणं च एव पञ्च एतानि न यङ्गुकि स्थिपा शपा अनुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं च एव पञ्च एतानि न यङ्गुकि इति भवति वार्तिकं वा भगिनि एतत् परिभाषा प्रत्ययेन निर्दिष्टं शप् प्रत्ययेन निर्दिष्टम् अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् एकाच् ग्रहणेन इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि पञ्चनिमित्तानि अत्र यङ्ग् लुक् न भवति अत्र एतद् पाप्रच् इति ग्रहीजा वै इत्यत्र पृच्छति इति स्थिपा निर्दिष्टम् अतः तत्र यङ्ग् लुक् रूपं न भवति समीचीनं भगिनि यङ्ग् लुक् रूपं न भवति सम्प्रसारणं न भवति यङ् लुकि सम्प्रसारणं न भवति, सम्प्रसारणं न भवति, यङ् लुक् रूपं भवति, यङ् लुकि सम्प्रसारणं न भवति. किमर्थम् इत्युक्ते स्टिपा निर्दिष्टम्. तदेव पाप्रस्योगः तः सम्प्रसारणं न भवति, न भवति, पाप्रष्टः एव, पाप्रष्टः एव रूपं भवति. अनन्तरं अति भगिनि, अति अपि नित्वत् अपि तस्ति नित्वत् पाप्रच् सम्प्रसारणं नास्ति, पाप्रशति इति रूपं भवति भगिनि. अति नो नो आम् अनन्तरं पाप्रच् योगः सि, सो पाप्रच् योगः सि, सिप् इति पित् अस्ति. पाप्रच् योगः सि प्रथमं षडोः कः अस्ति भगिनि, अनन्तरं पाप्रच् योगः पाप्रच् योगः षूड अनुनासिके च विज्जलोः, पाप्रश् योगः व्रश्च ब्रश्च इत्यनेन पाप्रश् मूर्धनषकारः भवति. पाप्रश् योगः अस्ति प्रथमं षडोः कः अस्ति, सो पाप्रक् योगः अस्ति. अनन्तरम् आदेशप्रत्ययोः इङ्कुः पाप् पाप्रक्षि इति भवति रूपं भवति. अनन्तरं द्वितीयरूपं पाप्रचिषि रूपं भवति. अनन्तरं तः, तः इति सम्प्रसारणं न भवति. पाप्रश्योगः तष्टुनाष्टुः पाप् प्रश् पाप्रश् योगः ठकारः पाप्रष्ठः पाप्रष्ठः इति रूपं भवति. पाप्रष्ट समानमेव पाप्रष्ट. अनन्तरम् उत्तमपुरुषे पाप्रश्योगः पाप्रच्योगः मी षूड अनुनासिके च पाप्रश्योगः मी. अनन्तरं चल् चलोः नो मकारः इति भगिनि, जल् नास्ति तावदेव किल, श्वोः शूलननासिके एव कार्यं, किमपि अन्यत् नास्ति किल. रश्मि ब्रश्च ब्रश्च न कार्यं करोति, तावदेव पाप्रश्मि पाप्रश्मि. प्रथममासु शूड अनुनासिके च मकारः, शूड अनुनासिके च, सो पाप्रश् योगः. आं भगिनि, पाप्रश् योगः मि. अनन्तरं पाप्रश्मि इति भवति. अनन्तरं पाप्रश्वः पाप्रश्मः पाप्रच् एव, तत्र किमपि केवलं वर्णमेव. पाप्रच्छः पाप्रच्छः तावदेव, केवलं मी प्रत्यये परे श्वोः शूडन्तु. तत्र मह तत्र श्वोः शूडनासिके च इत्यस्य निमित्तं मकार अनुनासिके अस्ति खलु, तत्र न भवति, तत्र किमर्थं न भवति, प्रापश्मः खलु, प्रापश् एव भवति खलु भगिनि, पश्चिमः भवति वा, श्वः शूडनु नासिके सूत्रसङ्ख्या वदति वा एकवारं, सिक्स् फोर् नैन्टीन् मी अस्ति चेत् प्रथमं श्लोकसूडानुनासिके इति सूत्रेण पापरस् इति भवति, अनन्तरं व्रश्य ब्रश्य इति सूत्रेण पापरस् भवति, अनन्तरं मी योजनेन पाप्रश्मि भवति. खलु भगिनि? तत्र व्रश्य ब्रश्य इत्यस्य कार्यं न भवति, पाप्रश्मि एव अस्ति. पाप्रश्मि एव, पाप्रश्मि एव. अनुनासिकादौ प्रत्यये परतः क्वि जलादौ च ङिति इति भवति. तत्र महाप्रदे अपि भवति एव किल? अहम् अन्यत्रापि पश्यामि प्रायः. तत्तु अनुनासिकः एव. यदा मा पर मी परे भवति, मा परे अपि भवति एव किल? किमर्थं न भवति इति पश्यामि. तत् पश्यामि भवेत्. आम् पश्यामि. अत्र सूत्रद्वयम् एव कार्यं करोति. प्रथमं पाप्रच्छ इति योगः मी अस्ति चेत् श्वः सूडनासिके सूडनुनासिके इति सूत्रेण प्रथमं पाप्रश् योगः मी भवति, अनन्तरं ब्रश्य ब्रश्य इति बृहत् सूत्रेण ब्रश्य ब्रश्य न कार्यं करोति भगिनि. तत्र दन्त्ये शकारः अस्ति चेत् मूर्धन्यशकारस्य कार्यं ब्रश्य ब्रश्य एतत् सूत्रेण न भवति. तत्र पाप्रश्मि तत्र ब्रश्य ब्रश्य मया निमित्तं नास्ति. आम् न तद् न कार्यं करोति भगिनि. किमर्थं निमित्तं? मकारः मकारः मकारः भ्रष्ट भ्रष्ट इत्यस्य निमित्तं जलि परे किल? अत्र तु जल मकारः जलि नास्ति, जलि पदान्ते पदान्ते अपि नास्ति, जल् अपि नास्ति मकारः. अतः निश्चयेन कार्यं न करोति. श्वः सूडनुनासिके च एव कार्यम्. समीचीनम्. अस्तु, लोट् अग्रिमसप्ताहे कुर्मः. एतदपि अहं पश्यामि. पाप्रच्योगमः यदा निमित्तमस्ति चेत् श्वः षोडनुनासिके च इत्यस्य अवसरः तु अस्ति एव. तत् पश्यामि किमर्थम् अत्र न भवति. अन्यत् सर्वं समीचीनम्. अग्रे अपि केचन दातवः सन्ति, तदपि किञ्चित् कृपया गृहपाठरूपेण कुर्वन्तु. अग्रिमसप्ताहे पश्यामः. अस्मिन् अयं पाठः किञ्चित् मन्दरूपेण एव गच्छति. मकारः जल् नास्ति भगिनि? न भवति, जल् नास्ति खलु? जल् नास्ति, अनुनासिकः अस्ति किल? अनुनासिकः अस्ति. श्वो अनुनासिके च एव सूत्रं. तत्र यदा मकारे परे मी इति प्रत्यये परे भवति, मा प्रत्यये परे किमर्थं न भवति? तदेव प्रश्नः. अनुनासिक कित् अस्ति चेत् चेत् न भवति वा इति? अनन्तरं तत्र मी मी परे भवति किल, तद् पित्त एव किल? अहं पश्यामि यदा एतादृशं स्थिपा निर्दिष्टम् इति किमपि आगच्छति किल, तत्र अहं पश्यामि एकवारं कुत्रापि अन्यत्र नोट्स् मध्ये. एतदपि किं पाप्रच्छमः न पुस्तके नास्ति महोदय. अहं वयं यदा वर्गे कृतवन्तः तत्र अहं गृहपाठरूपेण कृतवती. पश्यामि अहम् अन्यत्रापि कुत्रापि अस्ति वा इति पश्यामि. एतत् कारिका तु यदहम् उक्तवती पञ्चस्थलं, तत्तु यङ्ग्लुगन्त इति पाठे अस्ति, अन्ते अस्ति. यङ्ग्लुगन्तपाठस्य नम्बर् सङ्ख्या इदानीमेव कृतवन्तः वयं, सेवन् सेवन् सेवन् इति पाठे अन्ते अस्ति कारिका. अस्तु, अद्य समापयामः. धन्यवादः. धन्यवादः भगिनि.